गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् तर्हि स्नेहः इति गुणः तस्य पिण्डीभावं प्रति कथं वा कारणत्वम् इति अस्माभिः अधीतम् अपि च तस्य निमित्तकारणत्वम् अपि स्वीकृतम् मनसि भवेत् कारणानि त्रिविधानि भवन्ति समवायिकारणम् असमवायिकारणं निमित्तकारणं तर्हि प्रथमं कार्यं कुत्र वर्तते केन सम्बन्धेन वर्तते इति द्रष्टव्यम् कार्यं समवायसम्बन्धेन कार्यादिकरणे भवेत् समवायिकारणे असमवायिकारणे च अपि च कारणं तस्मिन्नेव अधिकरणे नास्ति चेत् तर्हि निमित्तकारणमेव भवति किमर्थं तादात्म्यसम्बन्धेन कारणं समवायिकारणे कार्यादिकरणे भवेत् समवायिकारणं समवायसम्बन्धेन भवति असमवायिकारणं किन्तु अन्यत्र यत्र कुत्रापि स्थित्वा तदनन्तरम् अन्येन सम्बन्धेन संयोगादिसम्बन्धेन तत्र कार्यादिकरणे परम्परासम्बन्धेन प्राप्तमस्ति चेत् तर्हि तत्र निमित्तकारणत्वमेव वक्तव्यम् अपि च तत्र निमित्तकारणतायाः अन्यत् उदाहरणं तत्र दण्डः कथं वा घटस्य कारणं भवति इत्यपि अस्माभिः परिशीलितम् तर्हि गते वर्गे एकः गृहपाठः मया दत्तः कुलालः केन सम्बन्धेन घटस्य कारणं भवति इति नैयायिकानां मतानुसारं तत्र सम्बन्धः सर्वत्र वक्तव्यः एव सम्बन्धं विना यत्किमपि कारणं न भवति किमर्थं कार्यादिकरणे भवेत् खलु कारणं येन केनापि सम्बन्धेन कार्यादिकरणे कारणं भवति चेदेव तस्य कारणता भवति इत्यतः अस्ति चेत् इदानीं येन केनापि वक्तुं शक्यते कुलालः केन सम्बन्धेन घटं प्रति कारणम् इत्यस्मिन् विषये वदतु महोदय श्रीराममहोदय अहं प्रयत्नं करोमि वा महोदय हा हा अत्र कुलालः मम दृष्ट्या कारद्वयं कारयति संयोग कपालद्वयसंयोगः अपि कारयति अपि च तत्र दण्डमपि दण्डेन चक्रं भ्रामयति तत्र कार्यद्वयं सः कारयति इति कृत्वा तत्र अहम् एवं चिन्तयामि न न ओके तत्रैव स्थगनं करोमि अस्तु यद्भवता उक्तं तत् समीचीनं किन्तु अत्र कपालेन सह तस्य संयोगः अस्ति इति कृत्वा कुलालस्य कारणत्वं नो चेत् दण्डेन सह तस्य संयोगः अस्ति इति कृत्वा कुलालस्य कारणत्वम् इति वदति चेत् तर्हि अहं कुलालः नास्ति भवानपि कुलालः नास्ति किन्तु भवता अपि दण्डस्य ग्रहणं कर्तुं शक्यते कुलालस्य कुलालेन कपालेन सह भवतः अपि संयोगः भवितुमर्हति खलु तर्हि भवानपि घटं प्रति कारणं भवितुमर्हति वा न कार्याधिकरणे सर्वं भवान् कार्याधिकरणे अस्ति अस्मि अस्तु अहं कार्याधिकरणी अस्मि अहं कपालद्वयं स्वीकरोमि दण्डमपि स्वीकरोमि तु अहं न भ्रामयामि खलु महोदय चक्रं न सत्यं किन्तु भवान् कुलालः अस्ति वा न वा भवान् एकः कुलालः अस्ति वा इति निर्णेतुं का निकषा अस्ति कार्याधिकरणे भवेत् सामान्यचिन्तनं करोतु सामान्यचिन्तनं करोतु तस्य ज्ञानं भवेत् घटज्ञानं भवेत् तद् मुख्यवार्ता तदपि अहं चिन्तितवान् तु तत्र कथं तस्य कथम् आनेतव्यम् इति अहं न आगतवान्। अस्तु, किन्तु तदेव वक्तव्यं खलु, तदेव अस्माभिः दृष्टमपि। अत्र दण्डः, दण्डस्य चक्रं चक्रेण सह संयोगः अस्ति, अपि च चक्रस्य तत्र कपालेन सह संयोगः अस्ति, किन्तु तत् स्वीकृत्य दण्डस्य परम्परासम्बन्धः न साधितः। किमर्थम् इत्युक्ते, केवलं दण्डे दण्डस्य चक्रेण सह संयोगः भवति चेत् घटस्य निर्माणं न भवति, न भवति। तत् दण्डेन दण्डेन क्रिया जायेत खलु, अतः एव भ्रमी स्वीकृत्य, अत्र भ्रमणं स्वीकृत्य दण्डस्य कारणत्वं स्वीकृतं। यदि दण्डः भ्रमणं न करोति तर्हि तस्य कारणत्वं न भवति एव। अपि च महोदय, तत्रैव मम प्रश्नः अस्ति, यदा दण्डं स्वयमेव न चक्रं भ्रामयति खलु महोदय, यदा कुलालः दण्डेन करोति तदा एव भ्रमति। सत्यं सत्यं, किन्तु अहं कुलालः न, किन्तु मम मया अपि दण्डं स्वीकृत्य चक्रे भ्रमणं कारयितुं शक्यते मया अपि खलु। तदा तत्र न तु केवलं चक्रभ्रमणम् अथवा कपालदयसंयोगः, अपि च तस्य कथं घटनिर्माणज्ञानम् अपि अपेक्षितमस्ति। तदेव असाधारणकारणं किम् इति तत्र चिन्तनीयम्। असाधारणकारणं सत्यम्, असाधारणकारणं किम् इति चिन्तनीयम्। इत्यतः एव मया तत्र ह्यस्तन अत्र वाट्साप् ग्रूप् मध्ये एकं प्रेषितं खलु, तत्र एतादृशचिन्तनमेव कृतमस्ति। सत्यं, त्रिषु स्थलेषु असाधारणकारणत्वं किम् इति तादृशचिन्तनं। तर्हि कुलाले एव ज्ञानं वर्तते, घटनिर्माणं कथं करणीयम् इति ज्ञानं वर्तते। तर्हि कुलाले विद्यमानज्ञानमेव घटं प्रति तस्य कारणता उत्पद्यते। तर्हि तत्र ज्ञानम् आधारीकृत्य वक्तव्यं, न तु संयोगः न वा भ्रमणम्। तदा ज्ञानजनकक्रिया इति भवति वा महोदय, ज्ञानजनकक्रिया इति? अस्तु भवतु, इदानीं न चिन्तयामः, किन्तु अत्र ज्ञानमेव असाधारणं कारणं भवति इति तावत् अवगच्छति चेत्, तदनन्तरं वर्गस्य अनन्तरं केन सम्बन्धेन कुलाले विद्यमानज्ञानं घटस्य निर्माणं प्रति कारणं भवति इति तादृशं तत्र यत्किमपि कल्पयितुं शक्यते, अनन्तरं चिन्तयामः। किन्तु मुख्यवार्ता एतदेव, एतदर्थमेव मया एतद् गृहपाठं दत्तम्। अहं ज्ञानम् आवश्यकम् इति चिन्तितवान्, कथम् आनीतव्यं, केन सम्बन्धेन जनकता जन्यता तत्सर्वं कथं वक्तव्यम् इति अहं अस्तु चिन्तयतु, तादृशचिन्तनं चिन्तयतु। अस्तु, इदानीं कुलालः अस्ति, कुलाले ज्ञानं भवेत्, कीदृशज्ञानं, घटं कथं वा उत्पादनीयं इति ज्ञानं भवेत्। यस्मिन् यस्मिन् पुरुषे तादृशघटनिर्माणज्ञानमस्ति सः एव कुलालः इति कृत्वा, अतः एव तस्य कुलालः इति पदं लभ्यते। अहं कुलालः न, किन्तु सः कुलालः। कथं, किमर्थम् इति चेत्, तस्मिन् घटनिर्माणं ज्ञानं वर्तते, मयि तु तादृशं नास्ति इत्यतः। तर्हि ज्ञानं स्वीकृत्य ज्ञानम् अस्ति चेत् ज्ञानेन इच्छायाः कारणं भवति। यदा घटनिर्माणस्य इच्छा अस्ति चेत् तस्य पूर्व ज्ञानं भवेत्। ज्ञानं ज्ञानेन इच्छायाः तदनन्तरं कृतिः अथवा क्रिया भवति कुलाले, तेन क्रियया तत्र संयोगं कारयति, अपि च दण्डभ्रमणं चक्रभ्रमणमपि कारयति दण्डेन। सत्यं, किन्तु तावत्पर्यन्तं न चिन्तनीयं। किमर्थम् इत्युक्ते, इदानीं मम कृते इच्छा अस्ति इति चिन्तयतु, मया घटं घटः निर्मातव्यः इति इच्छा अस्ति, किन्तु ज्ञानं नास्ति चेत्, केवलम् इच्छा अस्ति चेत् पर्याप्तं न खलु? ज्ञानं तदनन्तरम् इच्छा, भवतु तत्र तर्हि ज्ञानं ज्ञानस्य अनन्तरम् इच्छा इच्छायाः अनन्तरं कृतिः कृतेः अनन्तरं क्रिया इति तादृशव्यवहारः अस्ति किन्तु ज्ञानमेव मुख्यकारणं प्रधानकारणं सत्यं ज्ञानमेव ज्ञानेन एव कुलालस्य कुलालत्वं खलु सत्यं कुलाले कुलालत्वम् अस्ति मयि कुलालत्वं नास्ति भेदः कः तस्मिन् ज्ञानं वर्तते मयि ज्ञानं नास्ति सत्यं तर्हि ज्ञानमेव असाधारणकारणम् इति कृत्वा ज्ञानं स्वीकृत्य तस्य परम्परासम्बन्धः वक्तव्यः अस्तु अस्तु अन्येषां चिन्तनं किमपि अस्ति वा सन्देहः अस्ति वा अस्तु तर्हि तदेव महोदय हा कुलालस्य ज्ञानमेव ज्ञानं विना कथं साधनीयं घटस्य निर्माणं केवलं कुलाल एव निमित्तकारणं तस्मात् तर्हि ज्ञानम् आधारीकृत्य कुलाले विद्यमान ज्ञानम् आधारी ज्ञानम् आधारीकृत्य परम्परासम्बन्धः वक्तव्यः तर्हि इदानीम् अत्र परम्परासम्बन्धस्य विषये चिन्तयन्तु सर्वे पुनः गृहपाठरूपेण अस्तु इदानीम् अग्रे सरेम मेहुल् महोदय भवान् पठति वा अत्र 116 पेज् मध्ये एवं विद्यो अपि इति अस्ति खलु अस्तु एवं विदोऽपि अयं स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः घ्राणरसनश्रोत्राणां प्रतिनियतग्राह्यगुणातिरिक्ते प्रसरः नास्त्येव चक्षुषः त्वचश्च रूपस्पर्शातिरिक्तेषु सङ्ख्यादिषु अस्ति ग्राहकता तदेतत् रूपलक्षणे निरूपितम् परन्तु चक्षुषा त्वचा वा अवधानविशेषेऽपि एकाग्र्यपि न स्नेहः गृह्यते इति पिण्डिभावरूपकार्यविशेषेण सः अनुमातव्यः इति अनुमातव्यः भवति अत एव न्यायबोधिनीग्रन्थे नव्यमतोपन्यासे स्नेहस्य पिण्डिभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकार एव कटाक्षितः तथा च स्नेहस्य जलमात्रवृत्तित्वस्य प्राचीनैः स्वीकारेऽपि तस्य चक्षुरादीना अग्रहणात् तस्य सत्त्वे एव नवीनानां विवादात् जललक्षणत्वेन न सः निर्दिष्टः किन्तु त्वगिन्द्रियग्राह्यः सर्वजनसाक्षिकः शीतस्पर्शः एव निर्दिष्टः इति उक्तं जललक्षणं शीतस्पर्शवत्यः आपः इति चित्रप्रकारस्तु सुगमोऽपि तद्रसिकेन मया प्रदर्शितः अस्तु अग्रे चित्रमस्ति तर्हि स्नेहः इति गुणस्य विषये वयम् अधुना एव चर्चयिष्यामः चर्चा कुर्वन्तः स्मः तर्हि स्नेहः इति गुणः किमपि इन्द्रियेण न ग्राहितुं शक्नुमः चक्षुरादिभिः इन्द्रियेण तस्य ज्ञानं न भवितुं शक्नोति तर्हि तत्र घ्राणरसन किमर्थम् इत्येव अग्रे दत्तं घ्राणरसनश्रोत्राणां प्रतिनियतग्राह्यगुण अतिरिक्ते प्रसरः नास्ति एव तर्हि अहं चिन्तयामि घ्राणम् अपि च रसनम् अपि च श्रोत्राणाम् एक एव ते सर्वे एक एव गुणस्य ग्रहणं कर्तुं शक्नुवन्ति तर्हि प्रतिपादयेन कः गुणः गृह्यते इति अग्राणेन गन्धः एव गृह्यते रसनेन रसः एव गृह्यते श्रोत्रेन्द्रियेण शब्दः इति एव ग्रहणं कर्तुं शक्नुमः अतः अपि च तेषाम् अतिरिक्त किमपि अन्यत् गुणस्य ग्रहणं ते सर्वे न कर्तुं शक्नुमः इति अत्र दत्तम् अस्तु अपि च अग्रे दत्तं चक्षुषः वयं सङ्ख्यादिषु इति ग्रहीतुं शक्नुमः अपि च त्वचायाः अपि रूपस्पर्श अतिरिक्त सङ्ख्या इतिषु अपि ग्राहकता भवति तेषां, तत् एतत् रूपलक्षणे वयं रूपलक्षणे वयम् एतत् पठितवन्तः, निरूपितं। परन्तु चक्षुषा, चक्षुषा किं किं गृह्यते? चक्षुषा रूप अपि च संख्या अपि च अन्यत् किमस्ति, रूपसङ्ख्या अन्यत् किं गुणः वयं दृष्टवन्तः अधुना। केवलं गुणः विषये न चिन्तयतु, इत्युक्ते गुणस्य रूपस्य आधारः यद् द्रव्यमस्ति तस्यापि ग्रहणं भवति। द्रव्यमपि, आम् आं द्रव्यमपि, आं सत्यम्। अपि चिन् अपि च तस्मिन् विद्यमानजातेः अपि ग्रहणं भवति चक्षुषा। ओ आं सत्यं, जातेः द्रव्यस्य अपि च गुणस्य, हा केचन गुणः केचन गुणानां ग्रहणं, काञ्चन गुणानां ग्रहणं भवति, केषाञ्चन गुणानां ग्रहणं भवति चक्षुषा। चक्षुषा सत्यं, एवमेव त्वचा अपि, एवमेव त्वचा अपि, आं संख्या अपि ग्रहणं कर्तुं शक्नुमः, रूपमपि, रूपस्य त्वचायाः ग्रहणं न भवति, त्वचा न भवति, हा स्पर्श, स्पर्शः स्पर्शः अपि च स्पर्शस्य आधारीभूति द्रव्यस्य, द्रव्यस्य आं सत्यम्, अपि च एका अत्र अत्र एकत्वम् इति तादृशमपि ग्रहीतुं शक्यते त्वचा, त्वचा अस्तु। इदानीं देहस्य विषये किं लिखितम्? हा परन्तु अग्रे लिखितं चक्षुषा त्वचा वा अवधानविशेषे अपि, इत्युक्ते तस्य ज्ञानं भवति चेदपि तेषाम् एकाग्री अस्ति खलु, एकाग्री अपि तस्य यदि वयं अवधानविशेषे अपि एकाग्री अपि इत्युक्ते किम्? तत्र समानशब्दः अस्ति एकाग्रे अपि, इत्युक्ते तस्य यदि वयं तीव्रतम तस्य उपयोगं करोति चेदपि, यदि तत् किं वदामः अधुना, एकाग्रं करोमि, न तद् नास्ति, तद् नास्ति वा, इत्युक्ते इदानीमेव अस्माभिः उक्तं खलु, रूपं रूपं यत्र अस्ति तद्द्रव्यं द्वयमपि मिलित्वा तस्य अवधानं भवति इति, इत्युक्ते केवलम् अत्र एकाग्र्यम् इत्युक्ते एकमनसता इति तादृशं किमपि नास्ति, चित्ते एकाग्र्यम् इति तादृशचिन्तनं नास्ति अत्र। तदेव अहं, यदा रूपं गृह्यते अत्र द्रव्यं विना रूपस्य ग्रहणं न भवति खलु, मिलित्वा एकीभूय इत्यस्मिन् अर्थे। ओ अस्तु अस्तु, घटम् अपि घटरूपं महोदय, घटम् अपि घटरूपस्य घटरूपम् अवधानं, द्वयमपि मिलित्वा गृह्यते इति अर्थः। आम् आम् आम् हा, तर्हि अत्र अपि चक्षुषा अपि त्वचा ये वयं ज्ञातुं शक्नुमः ते सर्वे एकाग्र आगच्छति चेदपि स्नेहस्य ग्रहणं न भवितुं शक्नोति इति अत्र दत्तम्। अतः पिण्डिभावरूपकार्ये किमर्थम् इति चिन्तयतु, किमर्थं स्नेहस्य ग्रहणं न भवितुम् अर्हति? तत्तु भिन्नगुणः अस्ति, परन्तु चक्षुषा एव तस्य रूपः नास्ति, तस्य आकारः नास्ति, स्नेहस्य स्नेहः इति भावरूपः अस्ति, अतः इयम् इति अहं मन्ये, अहं न जानीमः स्पष्टतया, परन्तु तस्य आका द्रव्य इत्युक्ते तस्य पृथिवी रूपः नास्ति, एतत् गुणः अस्ति, अतः तस्य कोऽपि अस्तु अत्र परिमाणं नास्ति अत्र। एकनिमिषं महोदय, सत्यं, किन्तु इदानीं स्नेहः कुत्र अस्ति? जले अस्ति, हा इति विशेषः। तर्हि इदानीं सन्दर्भः कः? पिण्डीभावम् इति तादृशसन्दर्भः, तर्हि तत्र पिण्डीभावः पिष्टे पिण्डीभावः अस्ति, खलु तदेव सन्दर्भः तत्र जलस्य एव ग्रहणं कर्तुं शक्यते वा केवलं जलस्य इत्युक्ते मिश्रणं कृत्वा एव तत्र भवति खलु आं सत्यं तत्र मिश्रितं भवति मम पुरतः किमस्ति पिष्टः अस्ति पिष्टे पिण्डीभावं जातं जलेन मिश्रणं कृत्वा इदानीं मम पुरतः पिण्डीभावसहितपिष्टः अस्ति तर्हि तत्र पृथक्तया जलस्य ग्रहणं न कर्तुं शक्यते तर्हि पृथक्तया जलस्य ग्रहणमेव न कर्तुं शक्यते चेत् कथं वा तस्मिन् विद्यमानस्नेहः इति अपि च केवलम् इदानीं जलं स्वतन्त्रतया अन्यस्मिन् तिष्ठति इति चिन्तयतु तत्र पिण्डीभावः नैव नास्ति खलु पिण्डीभावः कुत्र जायते पृथिव्यां जायते किन्तु जले यद्यपि जले स्नेहः अस्ति तथापि जलं यदा स्वतन्त्रतया तिष्ठति तस्मिन् स्नेहाख्यगुणः इति अस्ति इति न चक्षुषा न गृहीतुं शक्यते अपि च यत्र मिश्रणं जायते तदा एव पिण्डीभावं पिष्टे जायते तर्हि तत्र जलमिदानीं स्वतन्त्रतया न द्रष्टुं शक्यते इति कृत्वा त्वचा वा चक्षुषा वा स्नेहः इति गुणः अस्ति इति न ज्ञातुं शक्यते इति जातं खलु सत्यं सत्यम् अस्तु तर्हि इदानीं किं कर्तव्यम् अतः एव तस्य अनुमानमेव कर्तुं शक्नुमः पिण्डीभावरूपकार्य यदि वयं पश्यामः चेत् तदेव दृष्ट्वा वयं तत्र स्नेहः इति गुणः अस्ति इति एव अनुमानं कर्तुं शक्नुमः अतः सः इत्युक्ते स्नेहः इति अनुमातव्यः भवति अस्तु तर्हि अत्र अनुमाने साध्यं किम् अनुमाने साध्यम् इति स्नेहः गुणः इति बहु समीचीनं हेतुः किम् हेतुः पिण्डीभावः इति अहं मन्ये कारणं बहु समीचीनं पिण्डीभावः इति हेतुः स्नेहः इति साध्यं पक्षः कः पक्षः इति जलं न कुत्र अस्ति पिण्डीभावं जले अस्ति वा पिण्डीभावः अहं मन्ये स्नेहः कुत्र अस्ति हेतुः कुत्र अस्ति हेतुः पक्षे अस्ति अतः पिष्टराशि पिष्टराशौ जलेन मिश्रितपिष्टराशिः एव इदानीं पक्षः तस्मिन् पक्षे हेतुः अपि अस्ति मिश्रणं कृत्वा यदस्ति पक्षः तस्मिन् हेतुः अपि अस्ति कार्यमपि अस्ति साध्यमपि अस्ति पिण्डीभावमपि अस्ति तस्मिन्नेव साध्यमपि अस्ति इति कृत्वा समानाधिकरणम् अस्ति इति कृत्वा तर्हि इदानीं पिण्डीभावं दृष्ट्वा स्नेहः वर्तते इति ज्ञातुं शक्यते किन्तु अपि च स्नेहः केवलं जले अस्ति न तु पिष्टराशौ कथम् इति चेत् जलस्य मिश्रणात् पूर्वं पिण्डी पिष्टराशिः पिष्टराशयः सन्ति किन्तु तत्र पिण्डीभावः न दृश्यते तर्हि अत्र कार्यकारणभावः अन्वयसहचारः व्यतिरेकसहचारः वक्तव्यः जलसत्त्वे पिण्डीभावसत्त्वं जलाभावे पिण्डीभावभावः इति कृत्वा जलमेव कारणं भवति तर्हि केवलं जलमस्ति चेत् अत्र जायते वा नो चेत् जले विद्यमानस्नेहाख्यगुणः एव कारणम् इति तादृशं भवति अनुमानम् अस्तु केवलम् अत्र चिन्तनं करोमि तावदेव अस्तु तर्हि इदानीं नव्यनैयायिकाः किं वदन्ति अग्रे पठतु महोदय अत एव न्यायबोधिनिग्रन्थे नव्यमतो मतोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकार एव कटाक्षितः अत्र कटाक्षरूपेण ते वदन्ति न्यायबोधिनिग्रन्थे पिण्डीभावं प्रति स्नेहस्य कारणं निराकृत्य स्नेहस्वीकार एव इति परन्तु तत्र अहं न अग्रे पठेम प्रथमम् एतद् वदतु न्यायबोधिनि इति नव्यनैयायिकमतं ग्रन्थं वा प्राचीनं ग्रन्थं वा न्यायबोधिनि कथे नव्यमतोपन्यासे अहं न जानामि न्यायबोधिनीग्रन्थः इति नवीन्य दत्तमस्ति खलु नव्यमत उपन्यासे नव्यबोधिनी न्यायबोधिनीग्रन्थे हा तत् हा तत् तदस्ति तत् तदेव अहं मन्ये नवीन नव्यमतमेव हा मतमेव तद् नव्यमतं यस्मिन् उपन्यस्तम् अस्ति तादृशग्रन्थः अस्ति न्यायबोधिनी इति ग्रन्थः तर्हि न्यायबोधिनी इति ग्रन्थः नव्यमतग्रन्थः तत्र किमुक्तं स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य तेन अङ्गीकुर्वन्ति स्नेहः पिण्डीभावं प्रति कारणम् इति तेन अङ्गीकुर्वन्ति तर्हि किं कुर्वन्ति ते ते स्नेहस्वीकार एव कटाक्षितः इति खलु अस्तु कटाक्षितः इत्युक्ते किम् अहं न जानामि कटाक्षितः अहं केवलं व्यवहारे कटाक्षः इत्युक्ते तत्र कामेण्ट् इति अस्ति आङ्ग्लभाषायां किमिति ते माक् माक् द सिचुवेशन् ते वदति समीचीनम् इत्युक्ते हास्य हास्यविषय इति इत्युक्ते अस्तु अत्र कटाक्षितः इत्युक्ते त्यक्तवन्तः इति स्नेहाख्यगुणः नव्यैः न स्वीकृतम् अस्तु अस्तु नव्यैः न स्वीकृतम् इत्युक्ते जलमेव तस्य कारणं न तु जले विद्यमानस्नेहः यथा इदानीं मया उक्तं जलसत्त्वे पिण्डीभावतत्त्वं जल अभावे पिण्डीभावाभावः तदेव अग्रे दत्तं तथा च स्नेहस्य जलमात्रवृत्तित्वस्य यः प्राचीनं प्राचीनानां मतानुसारं स्नेहः इति जलं जले एव वर्तते अपि च तस्य चक्षुरादि इन्द्रियेषु इन्द्रियैः ग्रहणं न कर्तुं शक्नुमः तस्य सत्त्वे एव नवीनानां विवादात् जललक्षणत्वेन न सः निर्दिष्टः अतः ते नवीनानां नवीननैयायिकाः किं वदति इत्युक्ते जलस्य लक्षणे सः न निर्दिष्टः स्नेहः इति गुणः अतः एव ते त्वगिन्द्रियग्राह्य यः शीतस्पर्शः अस्ति जले तदेव लक्षणवाक्ये निर्दिष्टः अतः जललक्षणमिति शीतस्पर्शवत्यः आपः इति एव तत्र दत्तम् अतः ते अपि जलमेव तस्य कारणं भवति पिण्डीभावस्य कारणम् इति नव्यनैयायिकानां मतं ते प्राचीननैयायिकानां यः मतः अस्ति ते न अङ्गीकुर्वन्ति अत्र पश्यन्तु इदानीं गन्धवती पृथिवी इति लिखितम् लक्षणं पृथिव्याः लक्षणं गन्धवत्वं पृथिव्याः लक्षणम् अत्र गन्धः इति गुणः कुत्र लभ्यते केवलं पृथिव्यां लभ्यते खलु तर्हि असाधारणं पृथिव्याः असाधारणगुणमस्ति गन्धः केवलं पृथिव्याम् एव लभ्यते पृथिवीमात्रवृत्तिः खलु एवं स्नेहः पृथिवीमात्र जलमात्रवृत्ति अस्ति स्नेहः वृत्तिः अस्ति तर्हि किमर्थं अत्र गन्धवती पृथिवी इति यावत् स्नेहवत् जलम् इति तस्य लक्षणं न कृतं किन्तु शीतस्पर्शवत्यः अत्र स्पर्शं स्वीकृत्य पुनः तत्र शीतस्पर्श एव आपः लक्षणम् इति लक्षितं यद्यपि स्नेहः केवलं जले वर्तते तर्हि किमर्थं जलवत् सारी क्षम्यतां स्नेहवत् जलम् इति किमर्थं जलस्य लक्षणं न उक्तं तदेव उचितं खलु आं सत्यं किन्तु तादृशं किमर्थं न कृतम् इति चेत् स्नेहाख्यगुणः अस्ति वा न वा इति प्रश्नः अस्ति इदानीमपि इति कृत्वा नव्यनैयायिकाः वदन्ति भवतु इदानीं स्नेहाख्यगुणः नास्ति इति स्वीकुर्मः नास्ति एव तर्हि पिष्टराशौ कथं वा पिण्डीभावः जायते इति चेत् जलस्य मिश्रणेनैव जले विद्यमान कश्चन गुणः इति नास्ति जलस्य स्वभाव एव तत् पिण्डीभावं कारयति इति तेषां मतं, तर्हि इदानीं ते त्यजन्ति. कटाक्षितः इत्युक्ते त्यक्तवन्तः, त्यक्तः इति अर्थः, कटाक्षितः त्यक्तः इति अर्थः. अस्तु, तर्हि चित्रम् अस्ति खलु, तद् तदेकवारं वदति वा महोदय, निरूपयति वा? आम्, चित्रप्रकारस्य सुगमो अपि तद्रसिकेन मया प्रदर्शितः. अस्तु, तत्र तद्रसिकेन इत्युक्ते किं? तद्रसिकेन न जानामि. अस्तु, अत्र एषः ग्रन्थकारः अस्ति खलु, विद्याधिरिग्रन्थकारः. आम् आम्, सः चित्ररसिकः अस्ति, सर्वदा चित्रं स्थापयित्वा प्रदर्शयति, तत्र तस्यैव तत्रैव तस्य रुचिः अस्ति. तर्हि सः वदति चित्रप्रकारस्तु सुगमः, अपि तद्रसिकेन मया चित्रं प्रदर्शितं, चित्रः प्रदर्शितः इति सः एव रसिकः. सः एव रसिकः. अस्तु, अत्र पिष्टनिष्ठधारणं अपिष्टनिष्ठधारणनिष्ठकार्यता निरूपित कारणताश्रय विलक्षणसंयोगः विलक्षणसंयोगनिष्ठकार्यता निरूपित कारणताश्रय स्नेहः इति गुणः, स्नेहस्य गुणः, स्नेहस्य लक्षणवाक्यं, स्नेहस्य लक्षणवाक्यम् एतादृशं कृतं. पिष्टनिष्ठधारणनिष्ठकार्यतानिरूपितकारणताश्रय विलक्षणसंयोगनिष्ठकार्य, विलक्षणसंयोगः इत्युक्ते पिण्डीभावः, समानार्थः पिण्डीभावनिष्ठकार्यतानिरूपितकारणताश्रयः स्नेहः. स्नेहः कुत्र अस्ति? ज्वले अस्ति. पिण्डीभावः कुत्र अस्ति? पिष्टे अस्ति. तत्र धारणम् इति प्रथमवारमेव उक्तं खलु इतर चित्रे, एतावत्पर्यन्तं पिष्टनिष्ठधारणम् इति न आगतं. नो, तद् तद् अस्माभिः पठितं खलु महोदय, अत्र चूर्णादिपिण्डीभावहेतुर्गुणः, तत्र तद् एकदेशेन हस्तेन गृहीते समग्रः राशिः हस्ते धृतः भवति. आमां, तद् वयं पठितं, परन्तु धारणम् इति शब्दस्य उपयोगं तत्र न कृतवान् अतः. अत्र पश्यतु, हस्ते धृतः भवति. धृतः इत्युक्ते किं? धृतः भवति, धारणं भवति इत्यर्थः. अस्तु अस्तु अस्तु, तर्हि हा भिन्नरीत्या अत्र उक्तम् अत्र. तावदेव. अस्तु अस्तु, धन्यवादः. तर्हि स्नेहेन विलक्षणसंयोगः जायते, स च विलक्षणसंयोगः, विलक्षणसंयोगेन धारणं जायते. तद्धारणं कुत्र विद्यते? पिष्टौ विद्यते इति स्नेहस्य लक्षणं कृतम्. अस्तु, तर्हि इदानीं स्नेहस्य निरूपणम् अस्माभिः सम्पूर्णरीत्या कृतम्. अस्मिन्नेव विषये महोदयेन करपत्रमपि निर्मितमस्ति, अद्य प्रेषयिष्यामि, सर्वे पठन्तु. यद् अस्माभिः चर्चितं तदेव अत्र लिखितमस्ति, निमित्तकारणत्वं कथं समर्थितम् इति तावदेव. अस्तु, अपि च प्रश्नाः सन्ति चेत् अग्रिमवर्गे अस्मिन् विषये वक्तुं शक्यते. करपत्रं सङ्ख्या किं महोदय? न न, अहं प्रेषयिष्यामि, अहं प्रेषयिष्यामि. तत्र मेल् वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि. धन्यवादः. अस्तु अस्तु, तर्हि इदानीं स्नेहस्य निरूपणं चिन्तनमपि सम्पूर्णरीत्या जातं. तर्हि इदानीं शब्दः इति अग्रिमः गुणः. अस्तु, श्रीराममहोदय पठति वा? शब्दनिरूपणं श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः स द्विविधः, ध्वन्यात्मको वर्णात्मकश्चेति, तत्र ध्वन्यात्मको भेर्यादौ वर्ण्यात्मकः संस्कृतभाषादिरूपः. अस्तु, अत्र प्रत्येकं वाक्यं वक्तुं उक्त्वा परिशीलयतु अत्र किं किम् अस्ति अग्रे गमनात् पूर्वं. शब्दः इति श्रोत्रग्राह्यः गुणः इति गुणत्वम् अपि तत् शब्दः इति गुणः, तत्र गुणत्वम् अस्ति, श्रोत्रग्राह्यत्वम् अपि अस्ति तत्र कति दलानि सन्ति तत्र दलद्वयम् अस्ति महोदय तौ कौ श्रोत्र श्रोत्रग्राह्यत्वम् अपि च गुणत्वं हा बहु समीचीनं श्रोत्रग्राह्यत्वम् अपि च गुणत्वं तर्हि इदानीं दलसार्थ किं करोतु यथा श्रोत्रग्राह्यत्वं नास्ति तदा केवलं गुणः अस्ति गुणत्वम् अपरेषु गुणेषु अपि अस्ति तत्र रूपादिषु केवलं गुणत्वम् इति लक्षणं स्वीकुर्मश्चेत् अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः भवति अतः श्रोत्रग्राह्यत्वम् इति स्वीकर्तव्यम् इदानीं गुणः इति गुणत्वं न स्वीकुर्मः तदा केवलं श्रोत्रग्राह्यः इति एव तिष्ठति तत्रैव प्रश्नः अस्ति अस्तु चिन्तयतु भवतः मनसि इति उच्चैः श्रोत्रेण आकाशः अपि न गृह्यते अनुमानेनैव आकाशः तु साक्षात् क्रियते श्रोत्रेण किम् अन्य क्रियते गृह्यते शब्द केवलं प्रतिनियतग्राह्यत्वं श्रोत्रे अस्ति खलु इदानीमेव महोदयेन उक्तं सत्यं सत्यं ग्राणेन्द्रिये रसनेन्द्रिये श्रोत्रेन्द्रिये प्रतिनियतग्राह्यत्वमेव अस्ति सत्यं तर्हि गुणः इति पदं त्यजामः चेत् अतिव्याप्तिः अत्र कुत्रापि भवति वा न भवति हा न भवति खलु न भवति केवलं गुणः इति वदामश्चेत् तत्र अर्थबोधः न भवति श्रोत्रग्राह्यः इति वदामश्चेत् तदा न न श्रोत्रग्राह्यः शब्दः इति तावदेव वदामश्चेत् कः क्लेशः किमपि क्लेशः नास्ति श्रोत्रग्राह्यत्वं केवलं शब्दे एव अस्ति खलु सत्यं तर्हि श्रोत्रग्राह्यः इति तावदेव वदामश्चेत् केवलं शब्दः एव अर्थः तस्य सत्यम् अन्यद् यत्किमपि पदार्थं गुणः इति पदं योजितम् इति न आवश्यकं न आवश्यकं तदापि योजितं इति भाति न जाने इति भाति वयमेव इदानीं चिन्तयामः खलु अस्तु महोदय दलसार्थक्यम् इदानीं वयं स्वयं कुर्वन्तः स्मः सत्यं तर्हि यदि इदानीं भवान् वदति गुणः इति पदस्य आवश्यकता एव नास्ति मया अङ्गीकर्तव्यमेव अतिव्याप्तिः अत्र कुत्रापि न भवति खलु कुत्रापि नास्ति तर्हि श्रोत्रग्राह्यः शब्दः इति तावदेव लक्षणवाक्यम् उक्तमस्ति चेत् पर्याप्तम् अन्यत्र यत्र कुत्रापि दोषः न भवति अस्तु अग्रे गत्वा अत्र ग्रन्थे किमुक्तम् इति पश्येम अस्तु इदानीम् अग्रिमवाक्यम् आकाशमात्रवृत्तिः आकाशमात्रवृत्तिः तत्र आकाश तस्य अधिकरणम् अस्ति शब्दस्य द्रव्यम् आकाश इति द्रव्यं शब्द इति गुणस्य अधिकरणम् इति कृत्वा शब्दः इति तस्य वृत्तिः अस्ति आकाशस्य मात्र इति पदं योजितम् अस्ति मात्र इत्युक्ते अन्यद्रव्येषु न भवति इति अर्थः अन्यद्रव्येषु वृत्तित्वं भवति अन्येषु द्रव्येषु शब्दः न भवति अस्तु इति अवगतं तदनन्तरं सः द्विविधः ध्वन्यात्मकः वर्ण्यात्मकश्चेति तत्र ध्वन्यात्मको भेर्यादि भेर्य इत्युक्ते कश्चन वाद्य भेरि इति कश्चन वाद्यमस्ति तत्र उत्पाद्यमानः ध्वनिः एव शब्दः ध्वन्यात्मकशब्दः केवलशब्दस्वरूपमेव खलु शब्दः तस्य अर्थः किमपि नास्ति डम् डम् इति शब्दः श्रूयते चेत् अनेन किं ज्ञायते किमपि न ज्ञायते केवलं शब्दः एव अर्थः नास्ति तद् वर्णात्मकः इति संस्कृतभाषायां यदा वर्णपदम् अथवा वाक्यं वयं शृण्मः तदा तस्य अर्थबोधः अपि जायते तदा तस्य रूपमस्ति वर्णात्मकरूपं शब्दः तर्हि यद् वर्णात्मकः अस्ति तद् शब्दात्मकः अपि अस्ति शब्दात्मकः वर्णस्य उच्चारणं कुर्मः खलु इति कृत्वा, किन्तु वर्णात्मके शब्दे इतोपि किञ्चिदस्ति, किम् इति चेत् तेन अर्थं ज्ञायते, ज्ञानं जनयति, किन्तु शब्दे तादृशं किमपि नास्ति. अस्तु, अग्रे पठतु महोदय. क्रमप्राप्तं शब्दं लक्ष्यति श्रोत्रग्राह्यो गुणः शब्दः इति. अत्र लक्षणवाक्ये यत् वक्तव्यं तत् रूपनिरूपणे उक्तं तत्रैव द्रष्टव्यम्. आकाशमात्रवृत्तित्वम् अपि आकाशनिरूपणे समर्थितम्. अस्तु, अत्र क्रमप्राप्तम् अस्ति शब्दः श्रोत्रग्राह्यगुणशब्दः इति लक्षणवाक्ये यत् वक्तव्यं तद् रूपनिरूपणे एव उक्तम् इति ग्रन्थकारः वदति. तत्र पुटसङ्ख्या द्रष्टव्यं वा महोदय? अस्तु, अत्र किमस्ति इति एकनिमिषम् अहं दृष्ट्वा वदामि, केवलं पुनस्मारणार्थम्. अत्र चित्रमस्ति, तर्हि चित्रमेकवारं चित्रं वदतु. अस्तु, तत्र शब्द इति गुणत्वमपि अस्ति. आम्, श्रोत्रियेन्द्रियनिष्ठजन तत्र जनकता प्रत्यक्षज्ञानं जनयति श्रोत्रेन्द्रियम् इति कृत्वा श्रोत्रेन्द्रियनिष्ठजनकता निरूपितजन्यता आश्रय प्रत्यक्षनिष्ठ तत्र विषयिताज्ञानं इति. तदा प्रत्यक्षनिष्ठविषयितानिरूपितविषयता आश्रयत्वं शब्दस्य लक्षणम्. विषयता आश्रयत्वे सति गुणत्वं शब्दस्य लक्षणं सति गुणत्वं शब्दस्य लक्षणम् इति अस्ति. प्रत्यक्षज्ञानस्य शब्दप्रत्यक्षज्ञानस्य तत्र कारणत्वम् अस्ति श्रोत्रेन्द्रियेण. अत्र पश्यतु, उपरि एकं वाक्यमस्ति खलु महोदय, अस्मिन्नेव पुटे, यथा ग्राणग्राह्यो गुणः गन्धः इति. यथा ग्राणग्राह्यगन्धगुणः, तदेकवारं पठतु. यथा ग्राणग्राह्यो गुणः गन्धः इति. गन्धलक्षणे ग्राण इति इन्द्रियनिर्देशः, अतः इन्द्रियनिर्देश अतः ग्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे तादृशप्रत्यक्षनिष्ठविषयितानिरूपितविषयता गन्धे इत्यर्थसिद्धिः. गुणत्वं च गन्धत्वजातो अतिव्याप्तिवारणाय निवेश्यम् इति. गन्ध गुणत्वं तु गन्धजाति, तत्र शब्दत्वम् इति अस्ति वा इति. सर्वेषु शब्देषु शब्दत्वम् अस्ति खलु, शब्दत्वम् इति जाति अस्ति, तन्निवारणाय गुणपदयोजित इति. तर्हि गुणः इति पदं त्यजामश्चेत् शब्दत्वजातौ अतिव्याप्ति भवति सत्यम् इति कृत्वा गुणः इति पदमपि आवश्यकं योजितं सत्यम्. अस्तु, समीचीनम्, अग्रे पठतु महोदय. अस्य शब्दस्य स्वरूपमादाय कारणमादाय च विभागः. वर्णध्वनि भेदेन विभागः स्वरूपमादाय. कण्ठताल्वादिविविधस्थानेषु जिह्वादि अभिघातेन उत्पद्यमानः वर्णः सः एव च वर्णान्तरैः विलक्षणक्रम आपन्नः पदम् इति व्यवहारयोग्यः भवति. तच्च पदमेव पदान्तरयुक्तं वाक्यम् इति प्रसिद्धं शक्तिग्रहे सति. शब्दप्रमां च जनयति शाब्दप्रमां च जनयति अस्य शब्दस्य. महोदय, एकनिमिषं, तस्मात् पूर्वम् अस्य पङ्क्तेः प्रतिपादनात् पूर्वम् अस्तु, सर्वेषां मनसि एतद् भवेत्, अत्र प्रतिनियतग्राह्यः इत्युक्ते ग्राणेन्द्रियेण केवलं गन्धः गृह्यते इति सत्यं, किन्तु प्रतिनियतग्राह्यः इत्युक्ते किं? केवलं गुणस्य एव ग्रहणं करोति, न तु तस्य आधारीभूतद्रव्यस्य इति वक्तुं तत्र आशयः अस्ति. किन्तु केवलं गुणस्य एव ग्रहणं करोति इति न, गुणेन सह गुणस्य जातिः अपि ग्रहणं करोति सर्वत्र. ग्राणेन्द्रियेण गन्धः अपि च गन्धत्वं द्वयमपि गृह्यते, रसनेन्द्रियेण रसः अपि च रसत्वं द्वयमपि गृह्यते, श्रोत्रेन्द्रियेण शब्दः अपि च शब्दत्वम् अपि गृह्यते इति मनसि भवेत्, नो चेत् अतिव्याप्तिः न भवति इति दोषपूर्णनिश्चयं कुर्मः. अस्तु, इदानीं वदतु महोदय, अस्मिन् पङ्क्तौ किमस्ति? स्वरूपम् अपि च कारणमादय द्विविधः विभागः, शब्दस्य विभागः कृतः वर्णध्वनिभेदेन विभागः स्वरूपमादाय. यदा स्वरूपं तस्य शब्दस्य स्वरूपं स्वीकुर्मश्चेत् तदा वर्णध्वनिभेदः इति वदामः. वर्णध्वनिः तेन भेदेन विभागः इति एकनिमिषं महोदय, वर्णात्मकः इति यत् उक्तं तदेव महोदय. वर्णात्मकः संस्कृतभाषादीरूपः इति वर्णध्वनिभेदेन विभागः स्वरूपमादाय कण्ठसाल्वादि तदेव महोदय. तत्र न अत्र पश्यतु, ध्वन्यात्मकः भेर्यादौ वर्णात्मकः संस्कृतभाषादिरूपः इति उक्तं खलु? तर्हि द्विविधः इति उक्तं, किन्तु तत्र द्वैविध्यं पुनः तत्र द्वैविध्यमस्ति. स्वरूपमादाय एकविधविभागः, कारणमादाय एकविधविभागः इति. अस्तु, अग्रे पठतु महोदय. वर्णध्वनिभेदेन विभागः स्वरूपमादाय, इत्युक्ते वर्णः ध्वनिः इति भेदः केन आधारेण कृतम् इति चेत् स्वरूपं, शब्दस्य स्वरूपमाधाय स्वरूपं कारणम् इति भिन्नम् अस्ति. अर्थेन सह यः ध्वनि, यः शब्दः अस्ति तत् वर्णः इति कथ्यते. अर्थं विना यः ध्वनिः अस्ति तत् यः शब्दः अस्ति तद् ध्वनि इति कथ्यते. तर्हि अर्थः कुत्र अस्ति इति चेत् शब्दस्य स्वरूपे एव अस्ति खलु? स्वरूपे एव अस्ति. तर्हि तादृशभेदः इदानीं वर्णः अपि च ध्वनिः इति भेदः शब्दस्य स्वरूपम् आधाय कृतम्. अस्तु, इदानीम् अग्रे पठतु. कण्ठताल्वादि विविधस्थानेषु जित्वादि अभिघातेन उत्पद्यमानः वर्णः. तत्र कण्ठतालु भिन्नस्थानाः सन्ति, वर्ण उत्पादनस्थानानि सन्ति, तेषां तत्र का इति वदामश्चेत् कण्ठः तस्य उत्पादनस्थानं, तद् आधारीकृत्य शब्दः यत् उत्पद्यते तस्य एव वर्णः इति नामधेयं कृतम् अस्ति. स एव च वर्णान्तरैः विलक्षण क्रमम् आपन्नः पदम् इति व्यवहारयोग्यः भवति. वर्णान्तरैः विलक्षणक्रम तत्र क्रमेण कस्य कश्चन क्रमेण केचन क्रमेण वयं वर्णानाम् उच्चारणं कुर्मश्चेत् तदा तत्र पदम् इति शब्दानां समूहः एव पदम् इति वयं व्यवहरामः. तच्च पदमेव पदान्तरयुक्तं वाक्यमिति प्रसिद्धं. शक्तिग्रहे सति शब्दप्रमां च जनयति. शाब्दप्रमां च जनयति. तत्र पदानां समूहः एव वाक्यं पदान्तरं युक्तं. यदा एकः पदः अनन्तर अन्यपदेन सह एवं कश्चन क्रमे भवति चेत् तदा तद् वाक्यम् इति वदामः. शक्तिग्रहः इति अस्ति, तद् अहं अवगच्छामि. तत् शाब्दप्रमाम् इत्युक्ते शब्द प्रत्यक्षज्ञानं जनयति इति अर्थः. अत्र किञ्चित् वदामि, हा इतोपि किञ्चित् स्पष्टतया वक्तव्यमस्ति. अस्तु, पश्यन्तु सर्वे, वर्णसमूहः एव पदं, केवलं समूहः इति तावदेव वदामश्चेत् पदं न भवति. किमर्थम् इत्युक्ते इदानीं घट इत्यत्र वर्णद्वयमस्ति, टघ इति अहं वदामि चेत् तत्रापि पदसमूहः अस्ति, किन्तु टघ इत्यस्य अर्थः अस्ति वा? नास्ति खलु. तर्हि तत्र क्रमः अपि भवेत्, घ इति पदं प्रथमं भवेत्, तदनन्तरं ट इति पदं वर्णः भवेत्, इत्युक्ते घकारः अकारः टकारः अकारः इति तादृशक्रमः यत्र अस्ति तदेव पदं भवति, न तु एवमेव यत्र कुत्रापि यस्मिन् कस्मिंश्चित् क्रमे भवति चेत् तत् पदं न भवति. तर्हि क्रमः पदक्रमेण सह पदसमूहः, सारि वर्णसमूहः एव पदम् इति भवति. अपि च पुनः तत्र क्रमम् आवश्यकमस्ति, तच्च पदमेव पदान्तरयुक्तं वाक्यं प्रसिद्धं, तत्र बहूनां पदानां समूहः एव वाक्यम् इति अस्ति. यदि तादृशवाक्यं रचयामः तस्मिन् वाक्ये काचन शक्तिः अस्ति, सा शक्ति एव शाब्दप्रमान् जनयति. शब्दः इति प्रमाणः अस्ति, चतुर्विधप्रमाणेषु अन्यतमः अस्ति शब्दः. शब्दप्रमाणेन जायमानज्ञानस्य नाम अस्ति शाब्दम्. प्रत्यक्षप्रमाणेन जायमानज्ञानस्य नाम अस्ति प्रत्यक्षम् एव. अनुमानप्रमाणेन जायमानज्ञानस्य नाम अस्ति अनुमितिः. उपमानप्रमाणेन जायमानज्ञानस्य नाम अस्ति उपमितिः. शब्दप्रमाणेन जायमानज्ञानस्य नाम अस्ति, प्रमायाः नाम अस्ति शाब्दम् इति इति अस्ति. तत्र शक्तिः, शक्तिः किम् इत्युक्ते तत्र अन्वयः भवेत् खलु, क्रियापदेन सह अन्वयः भवति. तर्हि तादृश अन्वयं सम्बन्धः यत्र अस्ति तस्मिन् सम्बन्धे कश्चन शक्तिः अस्ति, काचन शक्तिः अस्ति, तेन प्रमा जायते इति उक्तम्. अस्तु, अग्रे पठेम. धन्यवादः महोदय. इदानीं शिवराममहोदय अग्रे पठति वा? अपरस्तु अपरस्तु ध्वन्यात्मकः करताडनादिना उत्पद्यमानः, सः च एकः सम्भूय वा न कदाचित् पदं वाक्यं वा भवति, नापि शाब्दप्रमां जनयति. हेतुर्भूत्वा अभिप्रायज्ञापने परम् उपयुज्यते. तथाविधशब्दकरणे कर्ता मां बोधयति इति अनुमितेः कदाचित् जायमानत्वात्, तथा च पदभावस्वरूपयोग्यत्वं वर्णात्मकस्य विशेषः तद् योग्यत्वं ध्वन्यात्मकस्य विशेषः इति तस्मात् आदायं विभागः. तद् अयोग्यत्वं, तद् अयोग्यत्वं, तद् पद, हा पदभावस्वरूप अयोग्यत्वं वर्णात्मकस्य विशेषः, हा तद् अयोग्यत्वं ध्वन्यात्मकस्य विशेषः इति तम् आदायायं विभागः, तम् आदाय अयं विभागः. ध्वन्यात्मकः एकः वर्णात्मकः, द्वितीयः अस्ति ध्वन्यात्मकः. करताडनादिना उत्पादनं, तत्र उदाहरणमस्ति, करताडनेन तत्र ध्वनिः निर्माणं भवति, तत् ध्वन्यात्मकः अस्ति शब्दः. स च एकः सम्भूय वा न कदाचित् पदं वाक्यं वा भवति, नापि शाब्दप्रमां जनयति. ध्वन्यात्मकः तत् प्रमां, शाब्दप्रमा सा न जनयति, तत्र शाब्दप्रमायाः जननं तत्र न भवति. हेतुर्भूत्वा अभिप्रायज्ञापने परम् परम् उपयुज्यते इत्युक्ते मया हेतुः भूत्वा अभिप्रायज्ञापने अवगतं मया किमपि अभिप्रायं वा किं वदामः वी वाण्ट् टु गिव् कन्करेन्स् तत्र एतस्य उपयोगः नास्ति अस्तु प्रायः कन्करेन्स् अपि अस्ति किन्तु इदानीं भवान् अन्यत्र तिष्ठति इति चिन्तयतु भवन्तम् आह्वयतुं मम इच्छा अस्ति तर्हि इदानीं एतादृशं करताडनमहं करोमि चेत् इदानीं शब्दः किमपि न उक्तः किन्तु भवती बोधः जायते ओ माम् आह्वयति वा इति पृच्छति खलु सङ्केतः तत्र तर्हि मम अभिप्रायः कः इति यद्यपि अहं वर्णरूपेण न उक्तवान् तथापि भवता ज्ञातः एव खलु अभिप्रायः ज्ञातः तस्य हेतुः भवति करताडनं मम अभिप्रायस्य ज्ञापनार्थं हेतुः भवति करताडनम् इति कृत्वा तथाविधशब्दकरणे अग्रे पठतु तथाविधशब्दकरणे कर्तां मां बोधयति इति अनुमितेः कदाचित् जायमानत्वात् तदेव तत्र कर्ता मां बोधयति सः माम् आह्वयति इति तत्र ज्ञानं भवति हा तर्हि केवलं ध्वनिरूपेण अर्थः न जायते इति न वक्तव्यं तत्र अनुमितिः अर्थेः अनुमानं कर्तुं शक्यते खलु अहं केवलं करताडनमेव कृतवान् किन्तु भवान् तत्र मां प्रति दृष्ट्वा माम् आहूतवान् वा इति पृच्छति खलु तर्हि अर्थबोधः जायते तर्हि ध्वनिना अपि अर्थबोधः जायते इत्यतः अर्थबोधः यत्र भवति तदेव वर्णः अर्थबोधः यत्र न भवति तद् वर्ण तद् ध्वनिः इति तादृशलक्षणं न कर्तुं शक्यते तर्हि किं कर्तव्यं तथा च तथा च पदभावस्वरूपयोग्यत्वं वर्णात्मकस्य च विशेषः तद् अयोग्यत्वं ध्वन्यात्मकस्य विशेषः इति तम् आदाय अयं विभागः तत्र तत्र पदभावस्वरूपयोग्यत्वं नाम वयं अर्थरूपपद वा अर्थरूपशब्द वयं वदामः तत् पदभावस्वरूपं तथा ध्वन्यात्मकं यत्र केवलसङ्केतः यत्र क्रियते तेन कारणेन अत्र विभागद्वयम् अत्र कृतमस्ति वर्णात्मकः तथा ध्वन्यात्मकः इत्युक्ते ध्वन्या अर्थबोधः जायते पदे वर्णेनापि अर्थबोधः जायते तत्र साम्यं वर्तते तर्हि कथं वा तयोः मध्ये भेदः वक्तव्यः इति चेत् पदभावं न भवितुम् अर्हति ध्वनिः केवलं ध्वनिः कुर्मश्चेत् किमर् पदः पदम् इत्युक्ते किं वैयाकरणरीत्या वदामश्चेत् सुप्तिगन्तं पदम् अर्थपूर्ण सुप्ति न अर्थपूर्णमस्ति ध्वनिः ध्वनौ अपि अर्थः अस्ति ध्वन्या मया वक्तुं शक्यते इदानीं प्रतिपादितमस्ति खलु एतादृशध्वनिः मया क्रियते चेत् भवान् अवगच्छति एव तर्हि अर्थबोधः जायते किन्तु पदरूपेण ध्वनिः यदा कदापि न भवति वर्णात् वर्णसमूहः क्रमेण सह यः वर्णः वर्णसमूहः अस्ति तदेव पदम् तर्हि अत्र केवलं ध्वनौ तादृशसमूहः किमपि न कर्तुं शक्यते खलु इत्युक्ते द्विवारम् अहं वदामि चेत् किमपि अस्ति त्रिवारम् अहं ताडयामि चेत् अन्यत् किमपि अस्ति इति तादृश चिन्तनं न कर्तुं शक्यते इत्यतः पदभावस्वरूपः योग्यत्वं यत्र अस्ति तदेव वर्णात्मकं पदभावस्वरूप अयोग्यत्वमस्ति यत्र अस्ति तदेव ध्वन्यात्मकम् इति पदं स्वीकृत्य अत्र भेदः साधितः तावदेव अस्तु अग्रे पठतु महोदय अपरविभागस्तु कारणम् आदाय संयोगात् विभागात् शब्दाच्च शब्दः जायते वर्णः पूर्वोक्तः करताडनेन जायमानः ध्वनिः वा संयोगजः हस्तसंयोगः आकाशे शब्दसमवायिकारणे समवायेन स्थित्वा समवायेन शब्दं जनयति इति सः तादृशशब्दं प्रति प्रथम असमवायिकारणं भवति। विभागशब्दः वंशे पाठ्यमाने वंश अवयवाकाशविभागेन जायमानः। विभागः अपि अयम् आकाशसमवेतः इति तादृशशब्दं प्रति भवति असमवायिकारणम्। अस्तु, अत्र किमस्ति इति प्रतिपादितम्? अपरविभागः तु कारणम् आदाय संयोगात् विभागात् शब्दात् च शब्दो जायते। वर्णः पूर्वोक्ता करताडने ध्वन्यात्मकः यः शब्दः अस्ति सः संयोगजः अस्ति। अस्तु इति अत्र अत्र ध्वन्यात्मकः इति किमपि न किमपि न उक्तं खलु? न, प्रथमभेदः अस्ति वर्णात्मकः ध्वन्यात्मकः इति द्विविधः। तादृशभेदः केन कृतं? स्वरूपम् आधारीकृत्य कृतम्। स्वरूपः इत्यस्य अर्थः कः इति चेत् यद् येन पदं जायते तद्वर्णात्मकम्, येन पदं न जायते तद्ध्वन्यात्मकम् इति स्वरूपमाधाय विभजनं कृतं। ध्वन्यात्मकं वर्णात्मकम् इति विभजनद्वयं स्वरूपमाधाय कृतम्। इदानीं भिन्नवार्ता, कारणमाधाय शब्दः संयोगजः। इदानीं संयोगस्यापि अस्माभिः पठितं खलु, क्रिया कर्मजसंयोगः संयोगजसंयोगः इति। विभागः अपि कर्मजविभागः विभागजविभागः इति। तथा शब्दस्यापि भिन्नरीत्या विभजनं कृतं। कीदृशं? संयोगजशब्दः विभागजशब्दः इति तादृशम्। अत्र ध्वन्यात्मकं वा वर्णात्मकं वा इति चिन्तनं नास्ति। यत्र कारणमाधाय विभागः कृतः तत्र स च शब्दः संयोगजः वा विभागजः वा इति प्रश्नः अस्ति। संयोगजस्य उदाहरणं किं? करताडनं। करताडनं अस्तु, अग्रे पठतु महोदय। हस्तसंयोगः, हस्तसंयोगः आकाशे शब्दसमवायिकारणे समवायेन स्थित्वा समवायेन शब्दं जनयति सः तादृशशब्दं प्रति प्रथम असमवायिकारणं भवति। आकाशे शब्दसमवायिकारणे समवायेन शब्दः आकाशे समवायिकारणेन अस्ति, आकाशस्य सः गुणः अस्ति तेन तत्र समवायिकारणं। न न, इदानीम् अस्मिन् वाक्ये कारणं किं कार्यं किम्? अत्र हस्तसंयोगः अस्ति। सत्यं, हस्तसंयोगः कारणमस्ति। हस्तसंयोगः, हा, बहु समीचीनं। हस्तसंयोगः कारणमस्ति। हस्तसंयोगः हस्तसंयोगः कुत्र अस्ति? हस्तसंयोगः आकाशे अस्ति। हस्तसंयोगः आकाशे अस्ति वा हस्ते अस्ति वा? हस्तसंयोगः हस्ते अस्ति, क्षम्यतां। केन सम्बन्धः अस्ति? हस्तसंयोगः संयोगसम्बन्धेन वा? समवायसम्बन्धेन खलु? संयोगः इति गुणः, गुणः संयोगः इति क्षम्यतां, समवायिकारणे समवायसम्बन्धेन अस्ति। अस्तु, अत्र किं लिखितमस्ति? आकाशे शब्दसमवायिकारणे समवायेन स्थित्वा इति लिखितं। तत् कथम्? हस्तसंयोगः कुत्र अस्ति? आकाशे अस्ति इति लिखितम्। आमाम् आमाम्। हस्तसंयोगः कथं वा आकाशे भवति? अपि च समवायेन स्थित्वा इति लिखितम्। समवायेन शब्दं जनयति। अन्येषां चिन्तनं किम् अत्र? शब्द आकाशस्य गुणः अस्ति, शब्दं हस्तेन क्रियते महोदय, शब्दम् आकाशः इति गुणकं गुणमिति अपि, तस्मात् तत्र संयोगमस्ति. समवायमस्ति, शब्दस्य शब्दहस्तसंयोगकारणात् उत्पत्तेन शब्दं तदेव आकाशे अस्ति, आकाशस्य गुणम्. अस्तु मेव महोदय, भवान् किं चिन्तयति? प्रश्नः कः महोदय, क्षम्यताम्. अत्र अत्र किं लिखितमस्ति? हस्तसंयोगः आकाशे. आम् आम्. शब्दसमवायीकारणे समवायेन स्थित्वा, तर्हि हस्तसंयोगः आकाशे समवायेन अस्ति इति लिखितम्. शब्दं तु आकाशे समवायसम्बन्धेन अस्ति इति वयं जानीमः, तत्र क्लेशः नास्ति. किन्तु हस्तसंयोगः कथं वा आकाशे समवायेन अस्ति इति वक्तव्यम्, तत्र भवतः चिन्तनं किम् इति पृष्टम्. ओ, हस्तसंयोगः आकाशे, आकाशात् शब्दस्य समवायिकारणं, तत्र एव समवायेन स्थित्वा समवायेन शब्दं जनयति, अतः तदेव प्रथम असमवायिकारणं भवति. तर्हि किमर्थं कथं हस्तसंयोगः आकाशे समवायेन स्थितम् इति प्रश्नः खलु? प्रश्नः सत्यं. हा, आकाशे हस्तसंयोगः. अस्तु, भवान् चिन्तयतु, तस्मात् पूर्वं श्रीराम महोदय महोदय, तत्र हस्ते क्रिया अस्ति, क्रियया संयोगः जायते, अनेन संयोगः इत्युक्ते कयोः मध्ये इति वदतु. तत्र आकाशहस्तयोः मध्ये संयोगः भवति, संयोगः द्विनिष्ठः इति कृत्वा तत्र आकाशे अपि संयोगः, हस्ते अपि संयोगः. किन्तु इदानीम् एकमेव हस्तम् अहम् इदानीं मम वामहस्त तद् स्वीकृत्य इदानीम् आकाशे अहं क्रियाम् उत्पादयामि चेत् तत्रापि संयोगः अस्ति. संयोगः अस्ति, शब्दं न जनयति. अत्र तु अहं चिन्तयामि परिच्छिन्न आकाशः भवति, यदा द्वयो हस्तयोः मध्ये आकाशः परिच्छिन्नः भवति, तत्र शब्दः जायते. न, किन्तु अत्र पश्यतु, हस्तसंयोगः आकाशे समवायेन स्थित्वा इति लिखितं, तस्यैव अवगमनं करणीयं खलu. सत्यं. संयोगः इति गुणः, संयोगः इति प्रथमं गुणः, तस्य समवायीकारणं भवेत् खलु. संयोगस्य समवायीकारणं किम्? संयोगस्य समवायीकारणम् अत्र हस्ते अपि संयोगः अस्ति, आकाशे अपि संयोगः अस्ति. न न, हस्तद्वयोः मध्ये एव संयोगः जायते खलु. संयोगः जायते, सत्यं. तर्हि गुणः इति कृत्वा, संयोगे इति गुणः इति कृत्वा आकाशे समवायेन भवति. महोदय, कयोः मध्ये इदानीं संयोगः इति वदतु. संयोगः अस्ति हस्तयोः मध्ये, तत्रापि आकाशः अस्ति. आकाशः अस्ति इति भवतु, तेन किम्? तत्र संयोग क्रिया एक मूर्तद्रव्ये भवति, तदा तेन क्रियया तत्र विभुद्रव्ये अपि तत्र संयोगः भवति. सो अत्र आशयः भिन्नः अस्ति, द्वयोः हस्तयोः एव मेलनम् अस्ति. हा, इदानीं भवतः चिन्तनं समीचीनमस्ति, किन्तु इतोपि एकं सोपानम् अधिकं चिन्तनीयं तावदेव. तत्र द्विनिष्ठः इति एव अहं चिन्तितवान् इति कृत्वा. सत्यं, संयोगः द्विनिष्ठः. अत्र पश्यतु, इदानीं वेगेन हस्तसंयोगं न कुर्मः, केवलं मन्दगत्या द्वयोः हस्तयोः संयोगः अहं करोमि चेत् तत्र शब्दस्य उत्पादनं भवति वा? ओ, कश्चन तदा कश्चन वेगः इति तदा तत्र संस्कारः जायते वा? न तद् नास्ति, केवलं प्रतिपादनार्थम् अहं वदामि इत्युक्ते केवलम् अत्र मन्दगत्या द्वयोः हस्तयोः संयोगः क्रियते चेत् तत्र शब्दः न उत्पद्यते खलु, तत्र संयोगः केवलं हस्तयोः मध्ये एव, किन्तु यदा वेगेन अपि च वेगेन करोमि चेदपि अस्तु कथं वा अहं संस्कृतभाषायाम् अहं वदामि, इफ् ऐ डोण्ट् कप् मै हेण्ड्, इफ् ऐ कीप् मै हेण्ड् वेरि फ्लाट् अण्ड् अण्ड् अण्ड् डू दि अण्ड् अण्ड् क्लाप् इफ् देर् इस् नो आकाश दट् इस् ट्राप्ड् इन् बिट्वीन् देर् बि नो शब्द दट् विल् बि प्रोड्यूस्ड् खलु. तर्हि हस्तयोः संयोगः भवेत् अपि च हस्तयोः मध्ये आकाशः अपि भवेत् तदा एव शब्दः जायते खलु. सत्यं द्वयोः मेलने अत्र आकाशः भवति, द्वयोः पदार्थयोः मेलने तत्र आकाशः भवति इति कृत्वा अत्र यद्यपि हस्तद्वयोः मध्ये संयोगः अस्ति किन्तु तत्र केवलं हस्तद्वयोः संयोगः नास्ति, वामहस्तस्य आकाशेन सह संयोगः, पुनः दक्षिणहस्ते हस्तस्य आकाशेन सह संयोगः. अपि च यदा भवता उक्तं महोदय कृपया म्यूट् मध्ये भवतु महोदय अस्तु, तर्हि अत्र केवलं हस्तद्वयोः संयोगेन शब्दः न जायते, तन्मध्ये आकाशः अपि भवेत् इति कृत्वा इदानीं वस्तुतः यत्र शब्दः उत्पद्यते तत्र हस्तसंयोगः वस्तुतः नास्ति, हस्तयोः मध्ये संयोगः नास्ति, हस्त आकाशयोः मध्ये एव संयोगः अस्ति इति कृत्वा अपि च यथा भवता उक्तं मूर्तद्रव्ये हस्ते यदा क्रिया जायते तया क्रियया विभुद्रव्ये अपि संयोगः जायते, विभुद्रव्येन सह संयोगः जायते इति कृत्वा हस्तसंयोगः इति वदामश्चेत् हस्त आकाशयोः मध्ये एव संयोगः अत्र संयोगः द्विनिष्ठः. तर्हि संयोगः कुत्र अस्ति? हस्ते अपि अस्ति समवायसम्बन्धेन, आकाशे अपि अस्ति समवायसम्बन्धेन, अत्र परम्परासम्बन्धः किमपि नास्ति, साक्षात् संयोगः आकाशे अस्ति इति कृत्वा हस्तसंयोगः आकाशे समवाये कारणे स्थित्वा समवायेन आकाशे एव शब्दं जनयति इति तादृशशब्दं प्रति प्रथम असमवायीकारणं भवति हस्तसंयोगः. तत्र हस्तसंयोगः इति पदेन केवलं हस्तस्य संयोगः इति न वक्तव्यम्, हस्तसंयो हस्ते विद्यमानः यः संयोगः स च संयोगः द्विनिष्ठः अस्ति, तस्य अन्यः निष्ठः कः इति चेत् आकाशः. बुद्धं खलु? अवगतम् मेहुल् महोदय. आम् महोदय अवगतम्. हा बहु समीचीनं, श्रीराम महोदय अवगतं खलु? आमां महोदय आम्. हा तर्हि हस्तसंयोगः आकाशे समवायेन स्थित्वा आकाशे एव समवायेन शब्दं जनयति इत्यतः हस्तसंयोगः प्रथमविध असमवायीकारणं भवति. अस्तु इदानीम् अग्रिमपङ्क्ति पठतु महोदय, अग्रिमवाक्यं पठतु. विभागजसंयोगः विभागजशब्दः विभागजशब्दः वंशे पाठ्यमाने वंश अवकाशविभागेन जायमानः वंश अवयव आकाश विभागेन वंश अवयव आकाशविभागेन जायमानः विभागोऽपि अयम् आकाशसमवेतः इति तादृशशब्दं प्रति भवति असमवायिकारणम्. अस्तु वदतु अत्र किमस्ति इति. वंशः विभागज अहम् अधुनैव दृष्टवान् बेम्बू इति. हा फ्लूट्, अतः अत्र भगवान् कृष्णः अस्ति खलु अतः एव तस्य नाम वंशी इति. तर्हि वंशः इत्युक्ते बेम्बु, पाठ्यमाने इत्युक्ते किम्? यदा वंशस्य विभजनं कुर्मः पाठ्यमाने विभजनं कुर्मः, नो चेत् तत्र ताडनं कुर्मश्चेत्, वंशस्य ताडनं कुर्मश्चेत् तत्र वंशे भिन्नता जायते खलु. इट् बिकम्स् इन् टु इण्डिविजुवल् ब्रेक् ब्रेक्. अस्तु, तर्हि वंशे पाठ्यमाने सति वंश अवयव आकाशविभागेन जायमानः विभागजशब्दः. तर्हि अत्र किं लिखितम्? वंश अवकाश आकाशविभागेन जायमानः. वंश अवयव महोदय, वंश अवयव आकाशविभागेन. वंश अवयव आकाशविभागेन अवगतं. तत्र वंशस्य तत्र अवयवा भवति तत्र. सत्यं, तत्र आकाशः अस्ति खलु? आकाशः अस्ति. तर्हि वंशस्य अवयवानाम् आकाशेन सह विभागः जायते, अपि च विभागः द्विनिष्ठः, अवयवे अपि अस्ति आकाशे अपि अस्ति. यथा संयोगः द्विनिष्ठः तथा विभागः अपि द्विनिष्ठः, आकाशे अपि अस्ति, क्रियया एव जायते विभागः अपि इति कृत्वा विभागजशब्दः जायते. अस्तु, अग्रे अन्तिमवाक्यं पुनः पठतु. विभागे अपि विभागः अपि विभागः अपि अयम् आकाशसमवेतः इति तादृशशब्दं प्रति भवति असमवायिकारणम्. आकाशसमवेतः इत्युक्ते किम्? आकाशेन समवेत वा आकाशसमवेत? समवेतः इत्युक्ते किम्? तेन सह समवेतः. न, समवेत इति पदं कदा प्रयुज्मः? यदि समवेतः इति वदामश्चेत् अधो गन्तव्यं वा, समानस्तरे भवेद् वा, उपरि गन्तव्यं वा? समवेत समानस्तरे भवेत् न? अस्तु, अन्येषां चिन्तनं किम्? उपरि गन्तव्यम्, उपरि गन्तव्यम्. आकाशसमवेतः इत्युक्ते किं? विभागः आकाशे अपि वर्तते खलु? विभागस्य समवायिकारणम् आकाश. हा, इदानीं वंशः इति अवयवी अस्ति, तत्र पाठनक्रिया, तत्र विभजनं यदा क्रियते तदा तत्र अवयवरूपेण तस्य विभागः जायते. अवयविनः विभागः जायते अवयवरूपेण. तर्हि यदा अवयवरूपेण विभागः जायते तदा अवयवः अपि च आकाशः अनयोः मध्ये विभागः अस्ति. तर्हि विभागः द्विनिष्ठः, अवयवे अपि अस्ति आकाशे अपि अस्ति. विभागः आकाशे समवेतः इत्युक्ते आकाशे वर्तते इति अर्थः. इति तादृशशब्दं प्रति भवति असमवायीकारणम्. अस्तु, इदानीं कीदृश असमवायीकारणं कोऽपि चिन्तयति वा? प्रथमविध असमवायीकारणं वा द्वितीयविध असमवायीकारणं वा? अहं चिन्तयामि प्रथमविध समवायीकारणं. प्रथमविधेव. तर्हि वाक्यं वदतु मेहुल् महोदय. विभागः इति समवायेन आकाशे स्थित्वा समवायेन शब्दं जनयति. सत्यं, तर्हि तत्र पूर्ववाक्यमस्ति खलु, हस्तसंयोगः आकाशे शब्दसमवायीकारणे समवायेन स्थित्वा समवायेन शब्दं जनयति. एतादृशम् अत्रापि वाक्यं रचयतु. हस्तसंयोगः आकाशे विभागः आकाशे. अस्तु, केवलं विभागः इति न वक्तव्यं, विभागः कुत्र अस्ति? विभागः वंशे अपि अस्ति आकाशे अपि अस्ति. सत्यं, सत्यं किन्तु वंशविभागः इति न वक्तव्यं, वस्तुतः वंश अवयवविभागः इति वक्तव्यम्. वंशस्य अवयवरूपेण यदा विभागः जायते इति तस्य समस्तपदस्य अर्थः. वंश अवयवविभागः, वंश अवयवविभागः आकाशे शब्दसमवायिकारणे समवायिन स्थित्वा समवायिन शब्दं जनयति इति सः तादृशशब्दं प्रति प्रथम असमवायि प्रथमविध असमवायि कारणम्. बहु समीचीनम्. अस्तु मुरळीमहोदय अग्रे पठति वा, प्रश्नः अस्ति वा मुरळीमहोदय? हा एकः प्रश्नः अत्र, आकाशः इति तु इति विभूद्रव्यः खलु, विभुः अस्ति, अतः तत्र विभागं कथं भवति? यत्र वयं केवलं व्यवहारे इति वदामः एतद् घटाकाशः पटाकाशः, परन्तु आकाशः तु एक एव खलु. आकाशस्य विभागः इति न वदामः, किन्तु विभागः इति गुणः खलु. अस्तु, विभागः इति गुणः, तर्हि विभागः इति यदा वदामः तर्हि द्वयोः मध्ये विभागः भवति खलु सर्वदा. अत्र कयोः इति वक्तव्यम्. वंशस्य अवयव अवयवोः मध्ये इति वक्तुं शक्यते. इति वक्तुं शक्यते वंशस्य तादृशं वदामश्चेत् अत्र शब्दः कथं जायते इति न निरूपयितुं शक्यते. यथा हस्तसंयोगः इति तावदेव वदामि चेत् यदि तत्र मन्दगत्या हस्तसंयोगः मया क्रियते तत्र शब्दः न उत्पद्यते खलु. आं, न उत्पद्यते, सत्यम्. अपि च यदि हस्तः फ्लाट् अस्ति तत्रापि शब्दः न जायते. सत्यं. तर्हि यत्र हस्तयोः मध्ये संयोगः जायते तत्र हस्तयोः मध्ये आकाशः अपि भवेत् तदा एव शब्दः उत्पद्यते. सत्यम्, आकाशः नास्ति चेत् शब्दः न एव उत्पद्यते. किमर्थमित्युक्ते एवमेव विभागे अपि यदि आकाशः वंशस्य मध्ये नास्ति तदा तत्रापि शब्दः न जायते. आम्, सत्यम्. इति कृत्वा तत्रापि केवलम् अवयवयोः मध्ये विभागः नास्ति, किन्तु तत्र आकाशेन सह अपि विभागः जायते. विभागः द्विनिष्ठः इति कृत्वा अवयवे अपि विभागः अस्ति, आकाशे अपि विभागः अस्ति. अस्तु अस्तु, सत्यम्. आकाशस्य विभागः इति न वदामः. आकाशस्य विभागः यदा कदापि न वदामः, किमर्थम् इत्युक्ते आकाशः एकः एकः एव. हा, तदेव भ्रमः. आकाशे विभागः इति गुणः न व्यवहारे यत् वदामः आकाशस्य विभागः इति नास्ति, आकाशगुणः विभागः इति. सत्यं, किन्तु विभागः इति गुणः द्विनिष्ठः, अपि च क्रियया संयोगः अपि च विभागः द्वयमपि विभुद्रव्येण जायते, विभुद्रव्ये जायते इति अस्माभिः अधीतं. मूर्तद्रव्येण जायमानसंयोगेन विभागेन वा विभुद्रव्येनापि संयोगः वा विभागः जायते इति कृत्वा आकाशे इदानीं विभागः जायते इति. इत्युक्ते आकाशस्य विभागः नास्ति, अवयवे जायमानविभागः द्विनिष्ठः. एकस्मिन् पार्श्वे अवयवः अस्ति, अन्यस्मिन् पार्श्वे किमस्ति इति चेत् आकाशः अस्ति. इति कृत्वा विभागजः शब्दः इति बोधः. सत्यम्. अस्तु, अन्यप्रश्नः अस्ति वा? मम कृते अस्तु, तर्हि किञ्चित् पठेम, पञ्चनिमेषः अवशिष्टः अस्ति, केवलं पठेम. मुरळीमहोदय पठतु. इन्द्रियाणां प्राप्तकारित्वं प्राप्त नास्ति इन्द्रियाणां प्राप्यकारित्वं शब्दज शब्द शब्दस्थले अस्ति विस्तरणे निरूपणीयं विस्तरेण निरूपणीयं विस्तरणे नास्ति विस्तरेण निरूपणीयं विस्तरेण निरूपणीयं वक्तुः मुखं यद्देशे वर्तते ताल्वाद्याभिघातैः तद्देश अवच्छेदेनैव आकाशे शब्दोत्पत्तिः भवति स च मुख अवच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोत्रेन्द्रियं प्राप्नुयात् शब्दे गुणात्मके कथं श्रोत्रदेशप्राप्त्य अनुकूलया अनुकूला अनुकूला क्रिया भवेत् द्रव्यनिरूपणवसरे आवेदितम् एवम् अस्माभिः गुणक्रिययो द्रव्यमात्रविष्टत्वम् अस्तु तर्हि अत्र कस्मिन् विषये चिन्तनम् इति चेत् शब्दज शब्दः इत्यस्मिन् विषये निरूपणं करणीयम् विस्तरेण निरूपणीयं विस्तरेण चिन्तनीयम् इति अत्र लिखितमस्ति शब्दज शब्दस्थले शब्देन शब्दः जायते अत्र वस्तुतः संयोगजः विभागजः शब्दः इति उक्तम् शब्दजशब्दः इति किमपि न उक्तम् किन्तु शब्दजशब्दः इति कश्चन सिद्धान्तः अस्ति तस्मिन् विषये इदानीं चिन्तनीयम् अत्र किमर्थं चिन्तनीयम् इति लिखितमस्ति वक्तुः मुखं यद्देशे वर्तते ताल्वादि अभिघातैः तालुः कण्ठः इति तादृश देशाः सन्ति खलु तस्मिन् देशे आकाशः वर्तते तर्हि तैः देशैः अभिघातैः अभिघातैः इत्युक्ते तेषां देशानाम् उपयोगेन तद्देश अवच्छेदेनैव आकाशे शब्दोत्पत्तिः भवति शब्दः कुत्र जायते मुरळीमहोदय वदतु शब्दः कुत्र जायते ताल्वादि अभिघातैः तद्देशे इत्युक्ते किं मुखे कण्ठं तालु तत् त्यजतु महोदय शब्दः कुत्र जायते शब्दः कस्मिन् द्रव्ये भवति आकाशे भवति हा कीदृश आकाशे इति चेत् ताल्वादि अभिघातैः तत्र ताल्वादिदेशः ताल्वादि अवयवः यत्र सन्ति तत्र आकाशः अस्ति खलु तस्मिन् देशे शब्दः जायते अवच्छेद तत् आकाशम् अवच्छेदक आकाशं महोदय हा तत्र आकाशः अवच्छिद्यः अस्ति तस्मिन् देशे अत्र ताल्वादि अभिघातैः इत्युक्ते तत्र ताल्वादि तत्र क्रिया यदा जायते ताल्वादिदेशे यदा क्रिया जायते तदा तस्मिन् देशे आकाशे शब्दः उत्पद्यते खलु तर्हि तस्मिन् देशे जायमानशब्दः मुख अवच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोत्रेन्द्रियं प्राप्नुयात् कथं वा श्रोतुः मुखे यत् श्रोत्रेन्द्रियम् अस्ति तत्र तत् शब्दं कथं प्राप्नुयात् कथम् आगच्छति इति प्रश्नः भवतः मुखे विद्यमान आकाशे जायमानशब्दः कथं वा श्रोतुः मुखे विद्यमानश्रोत्रेन्द्रिये आकाशे प्राप्यते इति प्रश्नः तर्हि तस्मिन् विषये अधिकं चिन्तनीयम् इति अत्र लिखितमस्ति. तर्हि इदानीं समयः जातः, अत्र स्थगयामः. अग्रिमवर्गे पुनः एतत् परिच्छेदं पठित्वा, किन्तु प्रश्नः सर्वैः अवगतम् इति अहं चिन्तयामि. अत्र मुखात् एके देशे शब्दः उत्पन्नः, तत् कथं श्रोत्रेन्द्रिय प्रति आगच्छति? हा, सत्यम् इति तत्र अत्र चिन्तनम्. आकाशः एकः एव, तस्मिन् आकाशे शब्दः जातः, तर्हि आकाशः एकः एव इति कृत्वा तस्मिन् देशे शब्दः जायते चेत् सर्वत्रापि शब्दः भवेत् खलु? आकाशे एव, आकाशस्य विभजनं नास्ति. सत्यं, तर्हि सर्वैः श्रोतव्यं भवति खलु? किन्तु तद् न अनुभूतं, केवलं श्रोत्रा ज्ञायते. श्रोत्रेन्द्रिये श्रोत्रे श्रोतरि विद्यमानश्रोत्रेन्द्रिये एव तस्य ज्ञानं भवति. आं, सत्यं सत्यं, न तु सर्वत्र. तर्हि इतोपि किञ्चित् वक्तव्यमस्ति. क्षमता, विभागजशब्दः आकाशे? न न न, इदानीं विभागजशब्दस्य विषये किमपि चिन्तनं नास्ति महोदय. तद् पूरितम् इदानीं शब्दः. इदानीं भवान् किमपि वदति चेत् भवतः मुखे विद्यमान आकाशे शब्दः जायते खलु? आम् आम् आम्. शब्दः, शब्दस्य समवायिकारणं केवलम् आकाशः. शब्दः केवलम् आकाशे एव भवति इति कृत्वा भवतः मुखे विद्यमान आकाशे एव शब्दः जायते. सः शब्दः कथं वा मम श्रोत्रं प्रति आगच्छति इति प्रश्नः. अस्तु, अग्रिमवर्गे इतोपि चिन्तयामः. अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः.